नमस्कारः. अस्माकं समासवर्गे सर्वेषां स्वागतं. गीताप्रवेशपुस्तके अव्ययीभावसमासः इति विषयः. तत्र तस्मिन् अध्याये तत्र अन्तिम अभ्यासः अस्ति. तम् अभ्यासं कृत्वा अत्र गृहपाठः आसीत् खलु, तत्र वाक्यानि रचनीयानि इति, तस्मिन् विषये चिन्तनं कुर्मः. प्रथमतया तत्र अन्तिम अभ्यासः अस्ति, पृष्ठसङ्ख्या अस्ति 47-1 पृष्ठे 147 गीताप्रवेशपुस्तके. अस्तु, राजेन्द्रमहोदय आरम्भं करोति वा? मञ्जूषायां विद्यमानानि पदानि तत्तत् समासस्तम्भे लिखत. प्रथमस्ति उपनगरम्. अत्र तु अव्ययीभावसमासः अस्ति. नगरस्य समीपार्थे अत्र पदं प्रयुज्यामः. उपनगरं भवति, अत्रापि ह्रस्वकारः अस्ति, तत्कारणात् तत्र अम् अन्ते आगच्छति. नगरः तादृशं नगरं भवति, उपनगरम् अव्ययीभावसमासः. हा, बहु सम्यक् महोदय, बहु सम्यक्. अत्र पञ्चमीविभक्तौ रूपं किं भवति? नगरात्. सम्यक् सम्यक्. अन्येषु अन्यासु विभक्तिषु तृतीयविभक्त्या उपनगरेण भवति, सप्तमी उपनगरे भवति, अन्येषु विभक्तिषु तत्र उपनगरम् एव तत् पदं भवति. सत्यं तृतीयविभक्तौ वैकल्पिकरूपम् अस्ति. उपनगरम् अपि भवति, उपनगरेण इति अपि भवति. हा, समीचीनं. तथैव सप्तमे विभक्तौ अपि उपनगरे इति अपि भवति, उपनगरम् इति अपि भवति. सम्यक् महोदय, समीचीनम्. अस्तु, अग्रे पूर्णेन्दुमहोदय अग्रिमं करोति वा? अत्र विशालाक्षी इति अस्ति खलु. विशालाक्षी, विशालाक्षी समस्तपदम् अस्ति. तस्य विग्रहवाक्यं विशालः न भगिनी कर्तुं न शक्नोमि. अस्तु अस्तु, चिन्ता नास्ति. अत्र पद्माभगिनी सहायं करोति वा? आं भगिनि, विशालाय अक्षी अत्र तृतीय तत्पुरुषसमासः आर् उपमान पूर्वपद न विशेषेण पूर्वपद कर्मधारयसमासः. कस्य विशेषणमस्ति अत्र? किं विशेषणं, किं विशेषम्? अक्षी विशेषणम् अस्ति. विशालया अक्षी. विशालया अक्षी कथं भवति अर्थः? विशाल विशेषणपूर्वपदम् इति चेत् तत्र विशेषविशेष्यभावः भवति खलु. विशालया इति तृतीयविभक्तौ वदति, तदनन्तरम् अक्षी इति वदति चेत् तत्र विशेषणं कथं भवति? अक्षी विशेषणं विशाला अस्ति न वा? विशालया इति उक्तवती खलु. आम, विशालया अक्षी. हा, यदि अत्र द्वितीयतत्पुरुषसमासम्. हा हा, न यदि अत्र विशेषणविशेषभावः अस्ति चेत् किं भवति तत्र? अक्षी विशेषणं विशाला अस्ति. विशाला विशेषणम् अक्षी विशेष्यम्. तर्हि किं वदति? विशालाक्षी इति वदति वा? आम्, विशेषणपूर्वपद कर्मधारे समासम्. अक्षी इति दीर्घ इकारः अस्ति, तत्र तत्र प्रातिपदिकं किम्? अक्षी इति प्रातिपदस्य अक्षी स्त्रीलिङ्गेन अस्ति, इकारान्तपूर्वपदम्. स्त्रीलिङ्गप्रातिपदिकम् इति वदति वा? आम्. अरुणभगिनी किं चिन्तयति? अहं बहुव्रीहि समासे अहं मन्ये पुनः वदतु, न श्रूयते. विशाला अच्छि स्त्रीलिङ्गपदमस्ति वा भगिनि? न, स्त्रीलिङ्गपदं नास्ति. विशाला प्रातिपदिकं किम्? अक्षिन्. अक्षिन् इति अस्ति, सत्यम्. अक्षिन् इति प्रातिपदिकम् अस्ति चेत् अत्र अक्षि इति कीदृशरूपम्? अक्षिन् अत्र पदानुसारं स्त्रीलिङ्गेन अस्ति. स्त्रीलिङ्गेन अस्ति वा? अत्र जगन्नाथ महोदय वदतु. अक्षी भवति चेत् अत्र प्रथम विभक्ति पुल्लिङ्गप्रथमाविभक्ति अक्षी इति भवति. सत्यं सत्यम्. अक्षिणः एतत्र गुणिन् इति शब्दः अस्ति खलु, गुणिन् पद्मभगिनि, गुणिन् शब्दस्य प्रथमभक्त एकवचने किं रूपं पुल्लिङ्गे? गुणिन् गुणिनो गुणि प्रथमविभक्तौ एकवचने किं भवति? गुणिन्. गुणिन् इति प्रातिपदिकं भगिनि? गुणि. हा, गुणि इति दीर्घ इकारः अस्ति खलु पुल्लिङ्गे. आं, गुणि गुणि अपि च द्विवचने गुणौ न, गुणौ नास्ति, गुणिन् इति प्रातिपदिकमस्ति. तर्हि गुणी अरुणा भगिनी वदतु. गुणि गुणिनि गुणिनौ न न अहं न जानामि. अन्यकोपि वदतु, अन्य कोऽपि वदतु. गुणिनौ खलु, गुणी गुणिनौ गुणिनः. सत्यं सत्यं. तर्हि अत्र अत्र अत्रापि अक्षिन् इति प्रातिपदिकमस्ति चेत् अक्षी अक्षिणौ अक्षिणः. अत्र किम् अस्ति, अत्र कोऽपि वदतु. अत्र राजेन्द्रमहोदय भवान् एव वदतु. विशालाक्षी अत्र भगिनी नकारान्तपदम् अस्ति, तत्कारणात् प्रातिपदिकमस्ति, तत्कारणात् अत्र प्रथमविभक्तौ तत् अक्षी भवति, परन्तु नकारस्य लोपः भवति प्रथमविभक्तौ, परन्तु द्विवचने तत् नकारः तिष्ठति एव तत् अक्षिणौ. तर्हि अत्र विग्रहवाक्यं कथं भवति, कीदृशसमासः अत्र अस्ति? विशाला अक्षी अत्र विशेषणपूर्वपद विशेषणपूर्वपदसमासः अस्ति, कर्मधारीसमासः अस्ति. विशाल अक्षि विशाला अक्षि इति पुल्लिङ्गपदमस्ति खलु महोदय? विशालः अक्षिः अक्षि विशालः अक्षि परन्तु विशालाक्षि इति अत्र अक्षि यस्य साः यस्य अत्र बहुव्रीहिसमासः एव, अत्र वस्तुतः बहुव्रीहिसमासः एव. विशालाक्षि इति नाम अस्ति खलु, कस्यचित् कस्याः नाम खलु, महिलायाः नाम खलु विशालाक्षी इति. अस्तु, सर्वे चिन्तयन्तु विशालाक्षी कथं वक्तव्यम् इति. अग्रे अग्रे गच्छामः, तदनन्तरं पुनः आगच्छामः विशालाक्षी इति. सर्वे चिन्तयन्तु. अस्तु, अग्रे अग्रिमम् अत्र अरुणभगिनी अग्रे करोतु. अरुणभगिनी अस्ति वा? अरुणभगिनी अस्तु. जगन्नाथ महोदय भवान् करोतु. जगन्नाथ महोदय अस्तु, राजेन्द्रमहोदय भवानेव करोतु. एकोणः एकः ऊनः एकोणः. अत्र कीदृशसमासः? एकोणः इत्यस्य अर्थः कः इति एकवारं वदतु. एकोणः द्विगुसमासम् अस्ति अत्र. वाक्यं किं दिगुसमासः इति वाक्यं तत्र किं भवति? एक एव ऊनः न, अत्र एकोणः इत्यस्य अर्थः कः प्रथमतया? एकोणः इति यदा एकोण एकोणविंशतिः इति वदामः खलु, एकोणविंशतिः हा, एकं न्यूनमस्ति. एकोणविंशतिः इति एकं न्यूनमस्ति. तथा अत्र एकोणः इति एकेन ऊनः यस्य सः एकोणः. यदात्र एकविंशतिः एकोणविंशतिः इति यदा वदामः तदेव एकोणः, एकः ऊनः यस्य सः. किमपि कस्यचित् एकं न्यूनम् अस्ति एकोणः. अवगतं किम्? एक विग्रहवाक्यम् एकेन ऊनः यस्य सः. एकेन ऊनः यस्य सः. अस्तु, राजेन्द्रमहोदय भवानेव अग्रिमं करोतु. कीदृशी समाहारद्विगुसमासः अस्ति वा? द्विगु नास्ति महोदय, द्विगु नास्ति, अत्र बहुव्रीहिः एव. एकोणः इति बहुव्रीहिः. हा, संथिङ्ग् इस् लेस् बै वन् सो देर् अन्यपदार्थः अस्ति. अन्यपदार्थः अस्ति एव. कस्यचित् विषये वक्तुम् इच्छामः अतः अत्र बहुव्रीहिः समासः. अस्तु, अग्रे अस्तु अग्रे पूर्णेन्दुमहोदय अग्रे भवान् करोतु. हा, राजेन्द्रमहोदय क्षम्यतां, राजेन्द्रमहोदय भवानेव करोतु अग्रे. मुखकमलं, मुखः कमलं कमलम् इव अत्र उपमान उत्तरपदसमासः अस्ति, कर्मधारीसमासः. सत्यं, मुखं कमलम् इव, सत्यं. हा, अत्र उपमानं किम्? उपमानं तु कमलम्. उपमानं कमलं, सत्यं. मुखम् उपमेयं, सत्यं सत्यं. समीचीनं महोदय, अस्तु, धन्यवादः. अग्रे पूर्णेन्दु महोदय. पञ्चबटि, पञ्चानां बटानां समाहारः पञ्चबटि. समाहार दिगु सम्यक्तया न जानामि. सत्यं सत्यं, पञ्चानां बटानां समाहारः सत्यं, दिगुसमासः अस्ति पञ्चवटि इति. समीचीनम्. अग्रे पद्मा भगिनी करोतु. आम्, आयुरारोग्यव्यक्तिशिबिरं लङ्घरत्रः वदतु भगिनि. आयुरारोग्य ऐश्वर्याणि, आयुः च आरोग्यं च ऐश्वर्यं च आयुरारोग्यं कीदृशसमासः द्वन्द्वसमासं द्वन्द्वसमासः एव पुनः विग्रहवाक्यं वदतु आयुः च आयुरा आरोग्यं च ऐश्वर्यं च सत्यम् आयुः च आरोग्यश्च आरोग्यश्च ऐश्वर्यच्च आरोग्यम् इति तत्र नपुंसकलिङ्गे अस्ति आरोग्यं च आरोग्यं च तर्हि अस्तु इतरेतर द्वन्द्वसमासः अस्ति इतरेतर द्वन्द्वसमासः अस्तु अस्तु समीचीनम् अस्तु अग्रे अरुणा भगिनी भवान् भवति करोतु मृगलोचना मृग एव लोचना यस्य सा बहु भगिनी पुनः वदतु बहुव्रीः समासः इति उक्तवती खलु मृगालोचना मृग इव लोचना यस्य सा मृगलोचना अत्र स्त्रीलिङ्गशब्दमस्ति मृगलोचना इति स्त्रीलिङ्गशब्दः अस्ति परन्तु यत्र भवती अत्र बहुव्रीः समासः इति उक्तवती तत्तु समीचीनं परन्तु विग्रहवाक्ये मृग हा मृग इव लोच किं पुनः वदतु मृग इव लोचनं यस्याः सा अत्र विग्रहवाक्यं समीचीनमस्ति परन्तु तत्र किम् उपमानं किम् उपमेयं किम् कस्य तुलना केन सह कर्तुम् इच्छति मृगम् उपमानम् न अत्र लोचनम् इत्युक्ते किं लोचनम् अक्षि लोचनम् इत्युक्ते नयनं खलु नयनस्य तुलना केन सह कर्तुम् इच्छति भवती पश्यति न नयनं पश्यति अधुना यत्र यत्र इव इति उक्तवती खलु मृग इव लोचनम् इति उक्तवती मृग इव लोचनम् इत्युक्ते तत्र तुलना अस्ति लोचनस्य तुलना मृगेन सह भवती कृतवती परन्तु तादृशतुलना भवति वा लोचनस्य तुलना मृगेन सह भवति वा न मृग एव लोचना न मृगस्य लोचनेन सह भवितुम् अर्हति कस्यचित् नयनं मृगस्य नयनमिव अस्ति मृगस्य नयनम् इव तर्हि तत्र मृगलोचनम् इव लोचनम् मृगलोचनम् इव लोचनं यस्याः सा मृगलोचना इत्युक्ते मृगस्य लोचनम् इव लोचनं यस्याः सा अवगतं खलु यत्र तुलनां कर्तुम् इच्छति तत्र कस्य तुलना केन सह इति स्पष्टतया ज्ञातव्यम् नो चेत् विग्रहवाक्यं सम्यक् न भवति इदानीं नयनस्य तुलना मृगेण सह करोति चेत् तत्र सम्यक् नास्ति मृगस्य लोचनम् इव हा वस्तुतः लोचनम् इत्युक्ते तत्र लोचनम् इत्युक्ते द्विवचने भवति नेत्रद्वयम् इति कृत्वा तर्हि मृगलोचने इव लोचने यस्याः सा इति अपि वक्तुं शक्यते धन्यवादः अस्तु अग्रे जगन्नाथ महोदय अस्तु महाबलः महत् बलं यस्य सः इति बहुव्रीहिः समासः न बहुव्रीहिः न कस्यापि भवितुं शक्नोति किन्तु बहुव्रीहिः एव बलं यस् महत् बलं यस्य सः बहुव्रीहिसमासः सत्यं विग्रहवाक्यमपि समीचीनं महद् बलं यस्य सः अत्र बहुव्रीहिः अपि भवितुम् अर्हति अन्यत् किमपि भवितुम् अर्हति इति उक्तवान् किम् अन्यत् भवितुम् अर्हति वा बहुव्रीहिः एव मम मनसि सत्यं सत्यं बहुव्रीहिः एव सम्यक् अस्ति परन्तु महा अत्र किमर्थं कथं जानीमः बहुव्रीहिः एव अस्ति इति महा अस्ति इत्युक्ते पूर्ण अन्यपद विशेषमेव भवति तदर्थं सत्यं तत्र अन्यपदार्थः नास्ति अत्र तथापि ज्ञातुं शक्नुमः बहुव्रीहिः इति कथं ज्ञातुं शक्नुमः बलः इति सत्यं सत्यं सत्यम् इत्युक्ते बलम् इति नपुंसकलिङ्गशब्दः अस्ति अत्र बलः इति अस्ति तद्दृष्ट्वा ज्ञातुं शक्नुमः अत्र बहुव्रीहिसमासः इत्युक्ते कोऽपि पुरुषः अस्ति यः महाबलः अस्ति पुरुषस्य विशेषणम् अस्तु समीचीनम् अग्रे राजेन्द्रमहोदय अन्य कोऽपि अस्ति वा नाम उचितं सावित्री भगिनी अस्ति वा अस्तु हा भवत्याः दूरवाण्यामध्ये एव किञ्चित् ध्वनिः आसीत् अहमेव म्यूट् कृतवती अस्तु अन्य कोऽपि 955 कस्य सङ्ख्या 955257 अस्तु अस्तु सावित्री भगिनी वक्तुमिच्छति वा अग्रिमं पठामि वा हा अग्रिमं वदतु अधिकारीभयम् अधिकारीभयम् अधिकारिणः भयम् इति अधिकारिणः भयम् इत्युक्ते पञ्चमे किल अधिकारि अतः भयम् इति कीदृशसमासः पञ्चमे तत्पुरुष पञ्चमे तत्पुरुषसमासः कथं ज्ञातवती भयं भीतिः इत्यत्र पञ्चमी विभक्तिः इति सत्यं कश्चन प्रयोगः सत्यं समीचीनतः अस्तु समीचीनं यत्र भयम् इति उत्तरपदम् अस्ति तत्र पञ्चमी तत्पुरुषसमासः भवति अस्तु राजेन्द्रमहोदय कृपया वदतु ग्रामं गतः ग्रामगतः ग्रामं गतः यः सः बहुव्रीहिः अस्ति वा भगिनि अत्र वस्तुतः यत्र गतः इति शब्दः उत्तरपदे अस्ति तत्र द्वितीयतत्पुरुषसमासः भवति इति जानीमः खलु उत्तरपदे गत अत्यस्त आपन्न इति शब्दाः सन्ति चेत् द्वितीयतत्पुरुषसमासः भवति अतः ग्रामं गतः श्रुत अतीत पतित गत अत्यस्त आपन्न हा एते शब्दाः उत्तरपदे सन्ति चेत् तत्र द्वितीयतत्पुरुषसमासः भवति. अतः गतः इति शब्दः अस्ति, अतः द्वितीयतत्पुरुषसमासः. अस्तु, अग्रे पूर्णेन्दु महोदय. अष्टाध्यायी अष्ट अध्यायाः अस्ति यस्य पुस्तके इति अष्टाध्यायी एवं कर्तुं शक्यते वा? अष्ट अध्यायाः सन्ति यस्य सः इति उक्तवान् वा? आम्. बहुव्रीहिसमासः बहुव्रीहिसमासः इति चिन्तयामः, परन्तु अत्र अष्टाध्यायी इति तत्र संख्या अस्ति खलु, पूर्वपदं संख्यापदमस्ति. हा, यथा पञ्चवटी इति उक्तवान् तथैव अत्रापि द्विगुसमासः भवति. विग्रहः किं कथं भवति? अष्टानाम् अध्यायानां समाहारः. अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी इति सत्यं. सत्यं, स्त्रीलिङ्गपदमस्ति. समाहारः समूहीकरणमस्ति अष्टाध्यायानाम्. अस्तु, अग्रे पद्मभगिनी. उपोद्यानम् उद्यानं यश्च समीपे. यस्य समीपे, यस्य इति पदस्य आवश्यकता नास्ति. उद्यानस्य समीपम्, उद्यानस्य समीपं भवतः इत्युक्ते यत्र यत्र विग्रहवाक्यस्य शैली अस्ति खलु, समासः कीदृशः, विग्रहवाक्यस्य शैली कथं, तत्सर्वं ज्ञातव्यं, तदनुसृत्य एव वक्तव्यं. यद्भवती उक्तवती अहम् अवगतवती, परन्तु विग्रहवाक्यं यदा वक्तव्यं तत्र शैली अस्ति, तद् तथैव वक्तव्यम्. अत्र नद्याः समीपम् उपनदी अथवा उद्यानस्य समीपम् इति तत्र षष्ट्यन्तपदमस्ति उद्यानस्य समीपम् इति. अस्तु अस्तु, अग्रे अरुणा भगिनी. तरुलते न जानामि भगिनी, साहाय्यं शक्नोमि. तरु इत्युक्ते किं? वृक्षः. लता इत्युक्ते किम्? ओ ओ, पर्यायपदं न जानाति, आङ्ग्लपदं जानाति. लता इत्युक्ते क्रीपर् इति खलु. तर्हि इदानीम् अत्र वृक्षः, लता द्वयोः मे लताश्च तरुलते, इतरे द्वन्द्वसमासः. सत्यं, भवती जानाति एव. अस्तु, इतरेतर द्वन्द्वसमासः अस्ति. अस्तु, अग्रे जगन्नाथ महोदय. तरुलते चतुर्युगं. चत्वारि युगानि. एतत्तु जातिविशेष युगानां, सत्युगं, द्वापरयुगं, यत्र सत्र द्वापरकलि इति जातिविशेष इत्यनेन नपुंसकलिङ्गे भवति. किं कीदृशसमासः नाम एतस्मात् पूर्वं किं कृतवन्तः? द्वन्द्व न द्वन्द्वसमासः द्वन्द्वसमास एव अत्र उत्तर पूर्वपदं किम् अस्ति चत्वारि चतुर् इति हा चतुर् इति अस्ति खलु चतुर् इति कीदृशपदं सङ्ख्यापदं हा सङ्ख्यापदमस्ति चेत् नास्ति यत्र संख्या अस्ति चेत् तत्र पूर्वपदसङ्ख्या पूर्वपदे संख्या अस्ति चेत् तत्र समासः समासकः दिगुसमासः खलु अस्तु अहं तदा न आगतवान् ध्वनिमुद्रणमपि न श्रुतं क्षम्यताम् अस्तु अस्तु चिन्ता नास्ति अस्तु सहायम् आवश्यकं वा आम् आम् अस्तु अस्तु तर्हि सावित्री भगिनी वदतु चतुर्णां युगानां समाहारः वा चतुर्युगं सत्यं चतुर्णां युगानां समाहारः चतुर्युगं किं द्विगुसमासः द्विगुसमासः सत्यं द्विगुसमासः चतुर्णां युगानां समाहारः सत्यं अस्तु अस्तु भवती एव अग्रिमं करोतु कृष्णसर्पः कर्मधारः इव भवति इत्युक्ते सर्पः कृष्णवर्णसर्पः इति भवति वा इति वस्तुतः सन्देहः अस्ति अत्र कृष्णसर्पः कृष्णसर्पः इति कर्मधारयः इति उक्तवती खलु आम् कर्मदारयः एव कर्मदारयः एव सत्यमेव परन्तु कृष्णः इति वर्णः नास्ति अत्र कृष्णसर्पः इति यः कोऽपि सर्पः नास्ति यः कोऽपि सर्पः यस्य वर्णः कृष्णः अस्ति सः सर्पः कृष्णसर्पः नास्ति कृष्णसर्पः इत्युक्ते कोब्रा इति अर्थः विशिष्टसर्पः विशिष्टसर्पः अस्ति अतः अत्र कृष्णसर्पः इति एव भवति वा तर्हि कृष्णसर्पः इति एव नाम खल इति कर्मधारः इति नाम कर्मधारयः कृष्णसर्पः अस्तु अग्रे राजेन्द्रमहोदय भगिनी कृष्णसर्पः इति प्रश्नः अस्ति अत्र कृष्णसर्पः भवती उक्तवती कृष्णसर्पः कोऽपि विशिष्टसर्पः अस्ति तत्कारणात् कर्मधार्या अपि एव भवति वा कर्मधारयः एव भवति तस्य संज्ञा संज्ञा अस्ति विशिष्टसंज्ञा अस्ति अतः कर्मधारयः एव भवति विशेषेण पूर्वपदकर्मधारयसमासः विशेषणपूर्वपदकर्मधारयसमासः यथा अत्र सप्त ऋषयः इति वदामः खलु यः कोऽपि ऋषिः सप् यद्यपि विग्रहवाक्यं सप्त ऋषयः इति अस्ति विग्रहवाक्यम् एवमेव अत्रापि कृष्णः सर्पः इति विग्रहवाक्यम् अस्ति तत्र अन्य कोऽपि समासः भवितुं नार्हति केवलं विशेषणपूर्वपदकर्मधारयसमासः एव यतोहि विशिष्टसर्पः अस्ति महोदय प्रश्नः तदेव वा विशिष्टसर्पः अस्ति तथा कथं कृष्णसर्पः पदं सूचयति कृष्णसर्पः इति सर्पस्य एकविधसर्पः अस्ति कोब्रा इति सर्पः यदि कृष्ण इति पदं दृष्ट्वा अत्र कृष्णवर्णः इति चिन्तयामः अत्र कृष्णवर्णस्य उल्लेखः नास्ति अत्र कृष्णः सर्पः इत्युक्ते कृष्ण ब्लाक् स्नेक् इति नास्ति अत्र यदि तत् तादृशविग्रहं चिन्तयामः चेत् दोषः अस्ति तत्र. परन्तु कृष्णसर्पः इति विशिष्टसर्पः कर्मधारयसमासः एव भवति. यथा सप्तऋषयः इति यः कोऽपि ऋषिः सप्तऋषिः नास्ति, तत्र विशिष्टऋषयः सप्तऋषयः. तत्र यथा कर्मधारयः एव भवति, अत्रापि तथैव कर्मधारयः एव भवति. अन्य कोऽपि समासः भवितुं नार्हति. तथैव संशयः आसीत् तत्र कृष्ण. अहं चिन्तितवान् कृष्णवर्णः अस्ति अत्र, परन्तु भवती उक्तवती विशिष्टसर्पः अस्ति. कृष्णवर्णः नास्ति अत्र. कृष्णसर्पः इत्युक्ते कोब्रा इति अर्थः. विग्रहवाक्यं किं भगिनि? हा, कृष्णसर्पः, कृष्णः सर्पः इति एव विग्रहवाक्यं. कृष्णः सर्पः हा इत्येव विग्रहवाक्यं, परन्तु कोब्रा इति अर्थः. अस्तु, यः कोऽपि सर्पः कृष्णवर्णमस्ति तत्र तं कृष्णसर्पः न वदामः. सत्यं, यः कोऽपि सर्पः कृष्णः कृष्णवर्णीयः अस्ति सः कृष्णसर्पः नास्ति. अस्तु भगिनि. अस्तु, अग्रे अग्रे पूर्णेन्दु महोदय. राज्ञपुरुषः, राज्ञः पुरुषः, राज्ञपुरुषः, षष्ठीतत्पुरुषसमासः. राज्ञः पुरुषः षष्ठीतत्पुरुषसमासः, सत्यं. राज्ञपुरुषः राजपुरुषः, सत्यं. राजपुरुषः राजपुरुषः. अस्तु, समीचीनम्. अग्रे पद्मा भगिनि. लम्बकर्णः अत्र लम्बः कर्णः अत्र विशेषण पूर्वपदकर्मधारयसमासः. हा, लम्बः कर्णः यदि कर्णस्य विषये वक्तुम् इच्छामः चेत् अत्र लम्बकर्णः इति अस्ति. अत्रापि बहुभिः समासः अस्ति. गणेशविशेषणम् अन्यपदार्थस्य विशेषणमस्ति इति. सत्यं सत्यम्. अन्यपदार्थस्य विषये वक्तुम् इच्छामः चेत् अत्र बहुव्रीहिसमासः लम्बकर्णः इति. अस्तु, समीचीनम्. अग्रे अरुणा भगिनि. हरिहरौ, हरिश्च हरश्च हरिहरौ इत्रेतरद्वन्द्वसमासः. हरिश्च हरश्च इतरेतरद्वन्द्वसमासः. अस्तु, अत्र हर हरि हर हर हरि इति भवति वा समासः? भवितुमर्हति वा? हर हरः अपि अकारान्तशब्दः द्वे पद्ये अस्ति, ततः द्वितीय पद्मद्वितीय अत्र द्वन्द्वसमासे नियमः कः? किं पदं पूर्वं भवेत्, किं पदम् उत्तरं भवेत्? ओ, इकारान्तपदं प्रथमं भवति. अतः एव अत्र हरिहरः इति एव भवति, हरिहरौ इत्येव भवति. हा, समीचीनम्. अग्रे जगन्नाथ महोदय. ब्रह्म विष्णुमहेश्वराः इति एतद् द्वन्द्वसमासः सर्वेषां पदानां प्राधान्यं भवति. ब्रह्मः विष्णुः महेश्वरः त्रयं मिलित्वा विष्णुमहेश्वराः इति इतरेतरद्वन्द्वसमासः. समीचीनम्. अस्तु, अग्रे सावित्री भगिनी. पुरुषः सिंहः इव कर्मधारसमासः. पुरुषः सिंहः इव कर्मधार कीदृशकर्मधारयसमासः विशेषणपूर्वपदकर्मधारे सिंहः किल विशेषण उत्तरपदकर्मधारे समासः विशेषणं नास्ति अत्र उपमानमस्ति खलु. ओके सिंहः इव इव अस्ति उपमान उपमान उत्तरपदकर्मधारसमासः उपमान उत्तरपदकर्मधारसमासः अस्तु. हा अस्तु अग्रे राजेन्द्रमहोदय. महर्षिः महान् महान् ऋषिः यः सः महर्षिः अत्र विशेषण पूर्वपद कर्मधारयसमासः अस्ति वा? सत्यं विशेषणपूर्वपदकर्मधारयसमासः अस्ति परन्तु विग्रहवाक्यं यद् भवान् उक्तवान् पुनः वदतु. महान् ऋषिः यः सः अत्र यः सः इत्यस्य आवश्यकता नास्ति खलु अत्र विग्रहवाक्यं यदा वदामः महान् ऋषिः इति वक्तुं शक्नुमः नो चेत् महान् च असौ ऋषिः इति वक्तुं शक्नुमः. महान् ऋषिः यः सः इति वदामः चेत् भ्रमः भवति अत्र बहुव्रीहिः अस्ति वा इति खलु. सत्यम् अतः केवलं महान् ऋषिः इति पर्याप्तम्. समीचीनं महोदय सम्यक् अस्ति. अस्तु अग्रे पूर्णेन्दु महोदय. त्रिभुवनं त्रयाणां भुवनानां समाहारः त्रिभुवनं दीर्घसमासः. त्रयाणां भुवनानां समाहारः त्रिभुवनं. हा एतावता भवान् सर्वाणि उदाहरणानि द्विगुसमासस्य विषये एव कृतवान्. अग्रिमं करोतु. अग्रे अस्ति यथा विधि विधिम् अनतिक्रम्य यथा विधि तत् अव्ययीभावसमासः. विधिम् अनतिक्रम्य यथा विधि यथा विधि तावदेव. हा यथा विधि इति अस्तु समीचीनं सम्यक्. अग्रे पद्मा भगिनी. निर्विघ्नं अत्र विघ्नं अभावः निर्विघ्नं. हा कीदृशसमासः? अव्ययीभावसमासः. अव्ययीभावसमासः सम्यक्. विग्रहवाक्यं पुनः वदतु. विघ्नं अभावः. विघ्नं अभावः सम्यक्तया वदतु. अभावम् अभावं न अभावः सम्यक् एव. विघ्नं इति उक्तवती खलु तत्र विघ्नं इत्यस्य द्वितीयविभक्त्यन्तपदं प्रयुज्य द्वितीयविभक्त्यन्तपदं प्रयुज्य उक्तवती अत्र विघ्नं इति तत्र विघ्नं यथा अत्र उदाहरणे अत्र पुस्तके उदाहरणे अस्ति मक्षिकानाम् अभावः निर्मक्षिकम् एवमेव अत्र विघ्नानाम् अभावः विघ्नानाम् अभावः विघ्नस्य अथवा विघ्नानाम् अभावः विघ्नस्य अभावः विघ्नानाम् अभावः विघ्नानाम् अथवा विघ्नस्य यत्किमपि भवतु षष्ट्यन्तपदं प्रयोक्तव्यम्. अस्तु समीचीनम्. अस्तु अत्र पुनः अत्र विशालाक्षि कोऽपि किमपि दृष्टवान् वा? किं भगिनि विशालाक्षि विषये किमस्ति विग्रहवाक्यम्? विशालः अक्षिणः विशालः विशाले अक्षिणे अक्षिणौ विशालौ अक्षिणौ यस्य सा इति भवति. अस्तु, वस्तुतः अत्र विग्रहवाक्यं विशाले अक्षिणी यस्याः सा. विशाले अक्षिणी यस्याः सा. यस्याः सा. अस्तु अस्तु, तर्हि अग्रे अत्र सावित्री भगिनी अग्रिमम् अत्र श्लोकः अस्ति खलु, चाटुश्लोकः पठति वा? अहं च त्वं च राजेन्द्र लोकनाथावुभावपि बहुव्रीहिरहं राजन् षष्ठी तत्पुरुषो भवान्. एतस्य एतत् विवरणमपि करणीयं वा? अत्र श्लोकं दृष्ट्वा विवरणम् इदानीं न पठतु, अत्र श्लोकं दृष्ट्वा किम् अवगच्छति, तत्र समस्तपदानि कानि इति वदतु. अहं च त्वं च लोकनाथावुभौ उभावपि लोकनाथौ उभौ अपि समस्तपदं किं? लोकनाथः लोकस्य नाथः षष्ठीयपुरुषः. उभौ उच्युक्ते आवां द्वौ अपि आवां द्वावपि लोकनाथौ इति अत्र वदन् अस्ति. अपि च अन्य अन्यपदमस्ति वा, अन्यसमस्तपदमस्ति वा? उभावपि उभौ अपि. हा, उभाव अपि इति समस्तपदं नास्ति खलु? ओके, सन्धि ओके, समस्तपदं समस्तपदं नास्ति. अन्यानि पदानि सन्ति किं? बहुव्रि अग्रिमपङ्क्तौ किल, प्रथमपङ्क्तौ प्रथमपङ्क्तौ एव अन्यपदमस्ति. ओके, लोकनाथौ लोकस्य नाथः लोकनाथः. लोकनाथः इति एकं पदम्, एकं पदम्. उभावपि इत्युक्ते मिलं लोकनाथौ. एकक्षणं भगिनि, लोकनाथ इति एकं पदं सम्यक् सम्यक्तया उक्तवती. उभावपि इति तत्र समस्तपदं नास्ति, सन्धिः एव. अत्र प्रथमपङ्क्तौ प्रथमपङ्क्तौ अन्यत् किमपि पदमस्ति वा समस्तपदं? राजेन्द्र भगिनि. सत्यं महोदय, सम्बोधनं. हा, राजेन्द्र इत्यपि समस्तपदं खलु? राजेन्द्र, राजेन्द्रमहोदय भवानेव वदतु. राज्ञः राजा इन्द्रः एव वा? आम्, राज्ञा इन्द्र एव. अत्र राजा इन्द्र इव इति अस्ति वा? राजा इन्द्र एव, न चेत् राज्ञाम् इन्द्रः राजेन्द्र. सत्यं, राज्ञाम् इन्द्रः राजपुरुषः एव वा, अथवा राजानाम् इन्द्रः, राजानाम् इन्द्रः. अत्र राज्ञः इन्द्रः न भवति, अतः बहुवचनं स्वीकरणीयं वा? हा, बहुवचनं स्वीकरणीयं. राजानाम् इन्द्रः, राजानाम् इन्द्रः राजेन्द्रः. यथा अत्र गणानाम् ईशः गणेशः अस्ति खलु, एवमेव अत्र राजानाम् इन्द्रः राजेन्द्रः. अत्र सम्बोधना अस्ति, अतः राजेन्द्र इत्यस्ति. अस्तु, समीचीनं भगिनि. अत्र द्वितीयपङ्क्तौ बहुव्रीहिः अहम् सन्धिः राजन् षष्ठी तत्पुरुषो भवान् इति एव अस्ति. वस्तुतः अत्र बहुव्रीहिः अपि समस्तपदमेव, इत्युक्ते बहूनां व्रीहीणाम् इति वा? बहवः व्रीहयः. यस्य सः बहुव्रीहिः इति वा? बहवः व्रीहयः यस्य सन्ति तस्य सः बहुव्रीहिः इति. राजन् षष्ठी तत्पुरुषो भवान्. व्रीहयः इत्युक्ते तत्र पाडी इति अर्थः. बहवः व्रीहयः यस्य सः बहुव्रीहिः. अस्तु, षष्ठी तत्पुरुषः. तत्पुरुषः इति अपि समस्तपदं खलु. तस्य पुरुषः तस्य पुरुषः सत्यं तस्य पुरुषः. अस्तु, हा अस्तु, समीचीनम्. अग्रे अत्र धन्यवादः भगिनी. अग्रे अत्र पूर्णेन्दुमहोदय अग्रे वाक्यं पठति वा अत्र श्लोकस्य विवरणम्. कश्चन याचकः, तत्र किं लिखितमस्ति भगिनि? याचकः कश्चन याचकः महाराजन् उद्दिश्य वदति, हे महाराज, भवान् लोकनाथः, अहमपि लोकनाथः, परन्तु भवान् लोकस्य नाथः, अतः लोकनाथः. भवतः विषये लोकनाथः इत्यत्र षष्ठी तत्पुरुषसमासः. अहं तु लोकः नाथः, यस्य सः लोकनाथः. तन्नाम लोकः एव मम स्वामी. अतः मद्विषये लोकनाथः इत्यत्र बहुव्रीहिसमासः. किमवगतम्? कश्चन याचकः, कश्चन महाराज्ञः समीपे गत्वा तत् महाराजम् उद्दिश्य वदति, हे महाराज, तत् महाराज्ञः नाम अपि लोकनाथः, याचकस्य नाम अपि लोकनाथः. अतः सः वदति, आवयोः नाम लोकनाथः, परन्तु भवान् लोकस्य नाथः इति कारणेन भवान् षष्ठीतत्पुरुषसमासः. अहं तु लोकः नाथः, यस्य सः लोकनाथः, अतः अहं बहुव्रीहिसमासः. तन्नाम लोकः एव मम स्वामी. अतः मद्विषये लोकनाथः इत्यत्र बहुव्रीहिसमासः. मम नामस्य समासः बहुव्रीहिसमासः, भवतः नामस्य समासः षष्ठीतत्पुरुषसमासः इति उक्त्वा किञ्चित् किं समीचीनं. अत्र चाटुश्लोकः इति अस्ति, विटिश्लोकः इत्युक्ते तत्र किमर्थं राजा लोकस् षष्ठीतत्पुरुषसमासः? लोकस्य नाथः, अत्र षष्ठीविभक्तेः पदम् अस्ति इति कारणात् अतः लोकस्य नाथः, लोकनाथः, षष्ठीतत्पुरुषसमासः. हा, तत्तु अस्ति, तत्तु अस्ति. षष्ठीविभक्तिः अस्ति इति कृत्वा षष्ठीतत्पुरुषसमासः तत्तु अस्ति, परन्तु किमर्थं राजा लोकनाथः? लोकान् पालयति. लोकान् पालयति, रक्षयति. लोकस्य प्रभुः इति वा? सत्यं, राजा सः एव राजा अस्ति खलु. राजा लोकान् पालयति, सः एव लोकस्य स्वामी अस्ति. अतः सः लोकनाथः, लोकस्य नाथः. नाथः इत्युक्ते तत्र राजा नृपः इति अर्थः खलु, स्वामी इति अर्थः. सः लोकस्य नाथः. यस्मिन् प्रदेशे सः पालयति, तत् प्रदेश तादृशप्रदेशस्य सः स्वामी अस्ति. परन्तु यः याचकः अस्ति, सः अपि लोकनाथः. किमर्थं सः लोकनाथः? तस्य तस्य उपरि लोकं प्रभुत्वं करोति, किन्तु राजेन्द्रस्य अधः लोकः भवति. अत्र लोकनाथः इति एकं विशेषणं द्वयोः अपि भवति, भवान् अपि लोकनाथः, अहमपि लोकनाथ एव. किन्तु तस्य विवरणं यदि परिशीलयामः तर्हि भवतः लोकनाथत्वं षष्ठीतत्पुरुष अर्थे भवति. यतः एतस्य लोकस्य भवान् प्रभुः अस्ति, अतः षष्ठीतत्पुरुषार्थे भवतः लोकनाथत्वं स्वीकरणीयम्. अहमपि लोकनाथः एव, परन्तु अहं तु त्वं बहुव्रीहि अर्थे अहम् आगमिष्यामि. यतः लोकः नाथः यस्य सः, इत्युक्ते मम उपरि लोकः नाथः अस्ति, अहं तस्य अधीने भवामि इति उक्तवान् वा. सत्यं सत्यं, समीचीनं, तथैव. इत्युक्ते यः याचकः अस्ति, भगिनि कृपया म्यूट् करोतु. हा, यः याचकः अस्ति तस्य कृते लोकः एव, तत्र लोकस्वामी अस्ति, सः लोकस्य अधीनः अस्ति, लोकमाश्रित्य सः तिष्ठति, अतः सः अपि लोकनाथः, परन्तु अर्थः भिन्नः. यः राजा अस्ति सः अपि लोकनाथः, परन्तु तत्र अर्थः भिन्नः. इत्युक्ते तत्र एकमेव पदं स्वीकृत्य अर्थभेदः भवितुम् अर्हति सन्दर्भं दृष्ट्वा. अतः एव वयं वदामः समासः अर्थम् आश्रित्य भवति. तर्हि अर्थः कः इति ज्ञात्वा एव वयं समासः कीदृशसमासः इति ज्ञातुं शक्नुमः. इति एव तत् सारांशः. कोऽपि प्रश्नः वा? अस्तु, अत्र समासः इति विषयः समाप्तः अत्र पुस्तके. अधुना अत्र वाक्यानि श्रावयन्तु. अत्र राजेन्द्रमहोदय वदति वा? भगिनि क्षम्यताम्, अहं किमपि न लिखितवान्, विस्मृतवान्. अस्तु अस्तु, विचिन्त्य वदतु महोदय, सरलं वाक्यं किमपि. अस्तु, तत्र पूर्णेन्दुमहोदय अस्ति वा? किं वदिष्यामि भगिनि? वाक्यं समस्तपदं योजयित्वा वाक्यं, सरलं वाक्यं किमपि वदतु. षष्ठीतत्पुरुषसमासः वा नो चेत् सर्वधारयसमासः किमपि. भगिनी वदामि वा एकं वाक्यं? वदतु. उपनगरं प्राप्य विशाल अक्षि दृष्टवान्. उपनगरं प्राप्य विशाल अक्षि दृष्टवान्. अस्तु, समीचीनम्. अस्तु, पद्मा भगिनी वदति वा? ग्रामजनाः कृष्णसर्पं दृष्ट्वा भीतवन्तः. सम्यक् सम्यक्. अत्र समासः अत्र उदाहरणानि एव स्वीकृत्य वदन्ति अस्ति, अतः समस्तपदं किम् इति जानीमः. कृष्णसर्पः इति विशेषणपूर्वपदकर्मधारयः इति जानीमः, कर्मधारयसमासः इति. अस्तु अस्तु, अग्रे अरुणा भगिनी. पौर्णमीदिने अहं सूर्यचन्द्रौ एकसमये पश्यामि. सूर्य अस्तमं सूर्यचन्द्रौ अपि आकाशे पश्यामि. सूर्यचन्द्रौ इति तत्र द्वन्द्वसमासः खलु, इतरेतर द्वन्द्वः. अस्तु, समीचीनम्. अस्तु, जगन्नाथ महोदय. रामलक्ष्मणाभ्यां विश्वामित्रस्य यज्ञं रक्षितम्. रामलक्ष्मणाभ्यां विश्वामित्रस्य यज्ञं रक्षितं. सत्यं, समीचीनम्. समीचीनमस्ति. सावित्री भगिनी अग्रे. उपशिक्षिका न भवितव्यं, न भवतु. उपशिक्षि उपशिक्षि शिक्षिका शिक्षिकायाः समीपम् उपशिक्षिकं न भवतु. उपशिक्षिकं न भवतु, न भवतु, न तिष्ठतु. एवं शिक्षिका सर्वदा किमपि पृच्छति इति अहम् एवमेव. उपशिक्षिकं न तिष्ठतु, न भवतु, न भवतु इत्युक्ते भवान् उपशिक्षिकं न तिष्ठतु, अधिकं न तिष्ठतु, सर्वदा प्रश्नान् पृच्छति. मम कृते वदति भवती शिक्षिकानाम्. अस्तु, वाक्ये वाक्ये दोषः नास्ति किल, भावे अहं हास्यार्थं पृच्छामि. अस्तु, राजेन्द्रमहोदय. चक्रपाणि शिशुपालं मारितवान्. चक्रपाणिः शिशुपालं मारितवान्. सम्यक्पाणि सम्यक्. हा, समस्तपदं किं? चक्रपाणि. चक्रपाणि विग्रहं वदतु. चक्रः पाणो यस्य सः. चक्रम् इति नपुंसकलिङ्गमस्ति खलु, चक्रं. चक्रं पाणौ यस्य सः. समीचीनं, बहुव्रीहिसमासः अस्ति, व्यधिकरणबहुव्रीहिसमासः. अस्तु, पूर्णेन्दुमहोदय. उपवने अहिनकुलं युध्यते. उपवने अहिनकुलं युध्यते. अधिनकुलम् इति उक्तवान् वा? अहिनकुलम्. अहिनकुलम्, अहिनकुलं. हा, आमाम्. पुनः वदतु. अहिनकुलं युध्यते. उपवने, उपवने अहिनकुलं युध्यते. उपवने अहिनकुलं युध्यते. हा, अहिनकुलं युध्यते. हा, सम्यक् महोदय. युध्यते. हा, समीचीनमस्ति. उपवने, हा, उपवने इति तत्र समासः कः? वनस्य समीपम् उपवनं, सप्तमे विभक्तौ प्रयोगमस्ति उपवने. सत्यम्, उपवने. अपि च अहिनकुलम्. नकुलश्च अहिनकुलम् अत्र द्वन्द्वसमासः. परन्तु कीदृशं द्वन्द्वसमासः इति अनुक्षणं मनसि न आगच्छति. अन्य कोऽपि वदतु. किं? समाहारद्वन्द्वः. सत्यं, समाहारद्वन्द्वः एव. सत्यं सत्यम्. अत्र जातिवैर्यम् अस्ति खलु, अहि नकुलः तयोः मध्ये जातिवैर्यम् अस्ति इति कृत्वा नित्यं समाहारद्वन्द्वः एव भवति. अस्तु, पद्माभगिनी अग्रे. एकादशी दिने अहम् उपवासं करोमि. एकादशी दिने अहम् उपवासं करोमि. अत्र समस्तपदं किम्? उपवासं, वासस्य समीपे. उपवासः वस्तुतः उपवासः उपवासम् इति तत्र उपवासं करोमि इति उक्तवती खलु. उपवासः इति तत्र समस्तपदं नास्ति. तत्र समस्तपदमेव, परन्तु तत्र अव्ययीभावसमासः नास्ति. उपवासः इति पदं तस्य द्वितीयविभक्त्यन्तं रूपमस्ति उपवासम्. तत्र कृदन्तपदमस्ति, वासः इति पदं कृदन्तपदमस्ति. उपवासः घै घै प्रत्ययान्तशब्दः अस्ति उपवासः इति पदं. तर्हि अहम् उपवासं करोमि इति तत्र समस्तपदमस्ति, परन्तु अव्ययीभावः नास्ति. अस्तु, तत्र तु प्रादिसमासः. प्रादि अस्तु, अत्र वाक्यं वदतु, पुनः वदामि वा? हा पुनः वदतु। एकादशी दिने अहम् उपवासं करोमि। एकादशी दिने, एकादशी इति अपि समासः अस्ति वा? एकादशी द्विगुसमासमस्ति, दश उत्तरम् एकम् एकादश इत्युक्ते एकाधिकदश, एकाधिकदश, एकाधिकदश, तत्र द्विगुः नास्ति, एकाधिकदश इति द्विगुः नास्ति तत्र, वस्तुतः कर्मधारयः अस्ति, मध्यमपदलोपि। एकादशी इति सिद्धिः वा? आम्, एकादशयोगः इणि प्रत्यान्तशब्दः एकादशी। न, इणि प्रत्यान्त नास्ति तत्र, नीप् इति प्रत्ययः विद्यते, स्त्रीलिङ्गे अस्ति एकादशी इति। एकादशी दिने, एकादशी इति। अस्तु अस्तु, अरुणा भगिनी अग्रे। तटाके बहूनि नीलोत्पलानि सन्ति। नीलोत्पलानि सन्ति, हा, विग्रह वाक्यं। नीलम् उत्पलं नीलोत्पलं तानि नीलोत्पलानि। पुनः वदतु, न श्रुतं सम्यक्तया। नीलम् उत्पलं नीलोत्पलं नीलोत्पलानि बहुवचनं किम्? अत्र अत्र नीलानि च तानि नीलानि च उत्पलानि च नीलोत्पलानि, नीलानि च तानि उत्पलानि च नीलोत्पलानि, तत्र सन्धिः अपि भवति, नील उद्योगः उत्पल नीलोत्पलानि, सम्यक्। अस्तु अग्रे जगन्नाथ महोदय। क्षम्यतां महोदय, वयं कुत्र आसम्, मया किमपि अन्यत्र गमनम्? चिन्ता नास्ति, अत्र उदाहरणं वाक्यं किमपि अस्ति वा? ओ, किमपि वा? अस्तु, प्रत्येकस्मिन् सप्ताहे किमपि संस्कृतवर्गः भवति। प्रत्येकस्मिन् वर्गे किमपि संस्कृतवर्गः भवति, हा, अत्र समासः कः? अव्ययी भाव समासः, अव्ययी भाव, सत्यं सत्यं, समीचीनं। सावित्री भगिनी, ब्रह्मा विष्णुशिवाः सृष्टिस्थितिलयं करोति। ब्रह्मा विष्णु प्रायः कुर्वन्ति, ब्रह्मा विष्णुशिवाः सृष्टिस्थितिलयं करोति, कुर्वन्ति भवति वा? ब्रह्मा विष्णु शिवः, क्षम्यतां, ब्रह्मा च विष्णुश्च शिवश्च, ब्रह्मविष्णुशिवाः सृष्टिश्च स्थितिश्च लयश्च सृष्टिस्थितिलयं कुर्वन्ति। सृष्टिस्थितिलयम् इति तत्र समासः कः? तत्र समाहारद्वन्द्वः किल, समाहारद्वन्द्वः, सृष्टिस्थिति लयः तेषां समाहारः वा एतेषां समाहारः इति सृष्टिस्थिति लयः एतेषां समाहारः सृष्टिस्थितिलयं कुर्वन्ति शिवाः इति किल कुर्वन्ति सत्यं कुर्वन्ति कुर्वन्ति कुर्वन्ति अस्तु समीचीनम् अत्र कोऽपि बहुव्रीहिसमासस्य विषये उदाहरणं वाक्यं वक्तुमिच्छति वा अत्र एतावता तत्र अव्ययीभावसमासस्य विषये श्रुतं द्वन्द्वसमासस्य विषये अपि श्रुतं कर्मधारयस्य अपि उदाहरणानि श्रुतम् अव्ययीभावस्य अपि बहुव्रीहिसमासस्य विषये कोऽपि वक्तुमिच्छति अहं वदामि पीताम्बरः आगत्य लोकानां रक्षणं करोति पीताम्बरः आगत्य लोकानां रक्षणं करोति रक्षणं करोति अत्र समासः कः बहुव्रीहिः समासः पीताम्बरः इति पीताम्बरः इति सः किन्तु अत्र कृष्णः नारायणः इति अर्थः भवति सत्यं सत्यं समीचीनम् अन्य कोऽपि वक्तुमिच्छति किम् नो चेत् वदतु गणेशः नैकेषण भगिनी राजेन्द्रमहोदय वदन् अस्ति चिन्ता नास्ति भगिनी वदति तदनन्तरम् अहं वदामि अस्तु भगिनी वदतु गणेशः रमधगणाधिपति अस्ति रमेशः गणेशः गणेशः रमधगणाधिपति अस्ति अत्र समासः कः गणेशः बहुव्रीहिः अस्ति गणानाम् ईशः गणानाम् ईशः बहुव्रीहिः कथम् विग्रहवाक्ये तत्र विग्रहवाक्यं दृष्ट्वा किं ज्ञातुं शक्नुमः गजाननः प्रमदगणाधिपति अस्ति तत्र विग्रहं किं गजः आननम् इव आननं यश्च सः सत्यं गजस्य आननम् इव आननं यस्य सः गजाननः सत्यं गजाननः प्रमथगणाधिपति गणाधिपति गणस्य अधिपति गणस्य अधिपतिः तत्र षष्ठीतत्पुरुषम् अस्ति सत्यं षष्ठीतत्पुरुषसमासः प्रथमवाक्यं किं प्रमद इति उक्तवती वा प्रमदगण प्रमदगणं प्रमदः इत्युक्ते अर्थः कः प्रमदगणम् एक नाम गणस्य नाम शिवपरिवारः प्रमदगणम् इति वर्धन्ति अस्तु अहं न जानामि प्रमदगणम् इति अहं न जानामि प्रमदगणम् अस्तु तत्र द्रष्टव्यं प्रमदगणम् इति किम् इति न जानामि अस्तु अस्तु भगिनि समीचीनम् अस्तु राजेन्द्रमहोदय वदति वा आं भगिनि लम्बोदरः सर्वाणि कार्याणि निर्विघ्नेन कारयति लम्बोदरः अत्र बहुव्रीहिसमासः अस्ति लम्बः यस्य उदरः सः लम्बोदरः बहुव्रीहिसमासः निर्विघ्नः अपि तत्र निर्विघ्नः अपि समासः अस्ति अव्ययीभावसमासः विघ्नानाम् अभावः एकक्षणं महोदय अत्र प्रथमं पुनः वदतु लम्ब लम्बोदरः इत्यस्य विग्रहं वदतु पुनः. लम्बः यस्य उदरः, अत्र उदरम् इति नपुंसकलिङ्गपदम्. लम्ब उदरः यस्य सः, तर्हि तत्र लम्बम् उदरं यस्य सः. लम्बम् उदरम् अस्तु, लम्बम् उदरं यस्य सः. अनन्तरं द्वितीयं. द्वितीयं निर्विघ्न, निर्विघ्न इत्युक्ते विघ्नानाम् अभावः. निर्विघ्न हा, पुनः वाक्यं श्रावयतु. लम्बोदरः सर्वाणि कार्याणि निर्विघ्नेन कारयति. निर्विघ्नेन कारयति, हा निर्विघ्नेन कारयति, सम्यक् अस्ति. समीचीनं महोदय, सम्यक्, बहु सम्यक् अस्ति. अस्तु अस्तु, अत्र अन्य कोऽपि किमपि वक्तुम् इच्छति वा? अन्यवाक्यानि सन्ति वा? नो चेत् अहम् उदाहरणानि ददामि, भवन्तः वदन्तु कीदृशसमासः इति. अस्तु अस्तु, तीर्णनदीकः विग्रहवाक्यं कथं भवति? पुनः तीर्णनदीकः, तीर्णनदीकः, तीर्णः, तीर्णनदीकः, यः नदीं तीर्णवान् सः तीर्णनदीकः. विग्रहवाक्यं वदतु. तस्य यः नदीं तीर्णवान्. भगिनि, मम अर्थबोधः जायते यद्भवती वदति, सम्यक् अस्ति वाक्यं. वाक्य यदा वाक्यं शृणोमि सम्यक् सम्यक् भाति, परन्तु तत्र यत्र समासस्य विषये विग्रहं वदामः तत्र शैली कथा कथमस्ति इति दृष्ट्वा एव वदामः खलु. बहुवीरि समासः अस्ति चेत् तत्र शैली कथमस्ति? तादृशं वदतु. तीर्णनदीकः किल, तीर्णनदीकः, यः नदीं तीर्णवान् सः तीर्णनदीकः. सत्यं, वाक्यं सम्यक् अस्ति परन्तु तत्र शैलीम् अनुसृत्य नास्ति. शैली नास्ति वा? यद् पीताम्बरः इति वदामः चेत् पीतम् अम्बरं यस्य सः, यस्य सः, तथा वदतु. अत्र पूर्वपदं किम्, उत्तरपदं सर्वं स्थापयित्वा वदतु विग्रहवाक्ये. तीर्णनदीकः पूर्वपदं किम्? तीर्णः, तीर्ण, तीर्ण, तीर्णस्य, तीर्णेन नदी, शैली न आगच्छति. अन्य कोऽपि वदतु. नदीकः यश्च सः किं, तीर्णः नदीकः यश्च सः, प्रथम विभजनम्. तीर्णं, तीर्णं, न तीर्णा नदीं येन इति अस्ति आगच्छति वा? सत्यं, पुनः वदतु. तीर्णा नदी येन सः तीर्णनदीकः. तीर्णा नदी येन सः तीर्णनदीकः. अत्र पूर्वपदं तीर्ण इति अस्ति, उत्तरपदं नदी इति अस्ति. उत्तरपदं स्त्रीलिङ्गे अस्ति, अतः पूर्वपदस्य पुंवद्भावः भवति. यतोहि तीर्ण इति पदं भाषितपुंस्कपदमस्ति, त्रिषु लिङ्गेषु अपि तस्य रूपाणि भवन्ति, तीर्णः, तीर्णा, तीर्णम् इति. अतः पुल्लिङ्गवद् भवति, अतः तीर्ण नदी इति, नदी इति दीर्घ इकारान्तशब्दः अस्ति. यत्र वयं पुल्लिङ्गे तस्य समस्तपदं कर्तुम् इच्छामः बहुव्रीहिसमासे, तत्र कप्रत्ययं योजयामः. अतः तीर्णनदीकः इति पुल्लिङ्गे अस्ति समस्तपदम्. अवगतम्? अस्तु अस्तु, अधुना अत्र अत्र राजेन्द्रमहोदय भवान् वदतु. बुद्धिमती पुत्री यस्य सः, बुद्धिमती पुत्री यस्य सः, बुद्धिं बुद्धिमतीक् पुत्रे बुद्धिमती मतीक् बुद्धिमतीक् पुत्रे किमर्थं बुद्धिमतीक् अत्र मते इत्युक्ते इकारान्त स्त्रीलिङ्ग् पदमस्ति तत्कारणात् अत्र कप्रत्ययः योजयामः हा अत्र कप्रत्ययः केवलम् उत्तरपदे एव योजयामः पूर्वपदे नास्ति न बुद्धिमतीक् बुद्धिमतीक् इति तत्र बुद्धिमती इति पूर्वपदमस्ति खलु बुद्धिमत् पुत्रे पूर्वपदे कप्रत्ययं न योजयामः अत्र कथं करणीयम् इति चेत् प्रातिपदिकं स्वीकरोतु द्वयोः पदयोः प्रातिपदिकं किं बुद्धिमत् बुद्धिमती इति प्रातिपदिकमस्ति स्त्रीलिङ्गपदे प्रातिपदिकं बुद्धिमती पुत्री इति प्रातिपदिकद्वयं स्वीकृत्य अधुना बुद्धिमती इति पदं कीदृशपदम् अत्र स्त्रीलिङ्गपदमस्ति अपि च भाषितपुंस्कपदम् अपि अस्ति खलु अतः पुल्लिङ्गवत् भवति प्रातिपदिकं पुल्लिङ्गे प्रातिपदिकं किं बुद्धिमत् सत्यं बुद्धिमत् इति अस्ति तर्हि बुद्धिमत् पुत्री पुत्री इति अस्ति अधुना बहुव्रीहि समासं कर्तुम् इच्छामः बुद्धिमत् पुत्री इति इदानीम् अत्र पुरुषस्य विषये वक्तुम् इच्छामः यतोहि तत्र विग्रहवाक्ये यस्य सः इति अस्ति बुद्धिमती पुत्री यस्य सः इति अस्ति अधुना पुल्लिङ्गे वक्तुम् इच्छामः अतः बुद्धिमत् पुत्री इति वक्तुं न शक्यते यतोहि स्त्रीलिङ्गे भवति अतः तत्र कप्रत्ययं योजयामः यतोहि पुत्री इति दीर्घ इकारान्तपदमस्ति अतः बुद्धिमत् पुत्री कः अवगतम् बुद्धिमत् पुत्रिका अस्तु अग्रे अत्र दीर्घं भवति वा नो चेत् तस्य ह्रस्वं भवति वा न पुत्री पुत्रीकः पुत्रीकः दीर्घकारः एव ह्रस्वः न अस्तु अस्तु बहुषु स्थलेषु दीर्घैकारस्य ह्रस्वं भवति व्याकरणेन अत्र तथा नास्ति महोदय अत्र कप्रत्ययं योजयामः तावदेव अस्तु धन्यवादः हा अस्तु पुत्रः चेत् पुत्रकः भवेदेव वा बुद्धिमत् पुत्रकः हा अत्र कप्रत्ययः बहुव्रीहि समासे यत्र कुत्रापि स्थापयितुं शक्नुमः पुल्लिङ्गे नपुंसकलिङ्गे सर्वत्र कुत्रापि स्थापयितुं शक्नुमः यदि अत्र पुल्लिङ्गे वक्तुम् इच्छति बुद्धिमान् पुत्रः यस्य सः इति वक्तुम् इच्छति चेत् बुद्धिमान् पुत्रः तत्र बुद्धिमत् पुत्रः इति वक्तुं शक्यते नो चेत् बुद्धिमत् पुत्रकः इति अपि वक्तुं शक्यते तत्र कप्रत्ययं यथा यथेष्टं योजयितुं शक्नुमः यथेच्छं परन्तु यत्र स्त्रीलिङ्गपदमस्ति तत्र एव कप्रत्ययः नित्यः यतोहि बुद्धिमत् पुत्री इति वदामः चेत् तत्र बुद्धिमत् पुत्री गच्छति इति वक्तुं न शक्नुमः यतोहि पुल्लिङ्गस्य विषये वक्तुम् इच्छामः यदि एकः पिता अस्ति तस्य बुद्धिमती पुत्री अस्ति तर्हि पिता गच्छति चेत् तर्हि बुद्धिमत् पुत्री कः पिता गच्छति इति वदामः तर्हि पुत्री कः इति वदामः चेत् वयं जानीमः पुल्लिङ्गस्य विषये वदामः अतः एव कप्रत्ययं योजयामः तत्र नित्यरूपेण यदि तत्र तादृश पिता अस्ति यस्य पुत्रः बुद्धिमान् अस्ति तत्र तु बुद्धिमत् पुत्रः पिता गच्छति इति वक्तुं शक्यते नो चेत् बुद्धिमत् पुत्रकः पिता गच्छति इति अपि वक्तुं शक्यते वैकल्पिकम् अस्ति तत्र अस्तु अत्र महावृक्ष इति विग्रहवाक्यं कथं भवति बहुव्रीहि समासे महावृक्ष महान् वृक्षः यस्य महान् वृक्षः महान् वृक्षः यस्याः सा वा यस्याः सा सत्यं महावृक्ष समीचीनं विग्रहवाक्यं पुनः वदतु महान् वृक्षः यस्या सा हा महान् वृक्षः यस्या सा यस्याः सा यस्याः सा सत्यं यस्याम् अस्तु सर्वप्रियः सर्वप्रियः पूर्णेन्दु महोदय वदतु सर्वेषां प्रियः यः सः सर्वप्रियः अत्र अस्माकं शिक्षा अस्ति बहुव्रीहिसमासे कदापि यः सः इति न भवति द्वितीयविभक्ति विभक्तेः आरभ्य एव भवति समासः बहुव्रीहिसमासः अतः सर्वेषां प्रियः यः सः इति तादृशविग्रहं न भवति सर्वप्रियः इति बहुव्रीहिसमासः अस्ति अधुना तर्हि तत्र विग्रहं कथं भवति सर्वं प्रियं यस्य सः सर्वं प्रियं यस्य सः तथापि सत्यं तथापि वक्तुं शक्यते सर्वं प्रियं यस्य सः इति वक्तुं शक्यते नो चेत् किं सर्वः प्रियः अत्र प्रिय इति प्रियः इति अपि अस्ति सर्वः प्रियः यस्य सः इति अपि वक्तुं शक्यते सर्वा प्रिया यस्य सः इति अपि वक्तुं शक्यते सर्वं प्रियं यस्य सः इति अपि वक्तुं शक्यते भगिनि बहुवचने न अस्ति वा किं सर्वान् प्रियान् यश्च सः सर्वान् प्रियान् यस्य सः इति तादृशं नास्ति भगिनि द्वितीयविभक्तौ न भवति विग्रहवाक्यं बहुव्रीहिसमासे विग्रहवाक्ये प्रथमाविभक्त्यन्तं पदं प्रयुज्य एव वदामः सामान्यतया यत्र व्यधिकरणम् अस्ति व्यधिकरणबहुव्रीहि तत्र एव तत्र भिन्नविभक्तौ भवति परन्तु अत्र प्रथमविभक्तौ एकवचने एव वदामः अतः सर्वः सर्वः प्रियः यस्य सः अथवा सर्वं प्रियं यस्य सः इति तादृशं भवति सर्वान् प्रियान् यस्य सः इति न भवति अस्तु अस्तु अत्र स्थगयामः सर्वे कृपया गृहपाठरूपेण पुनः चिन्तयन्तु समासस्य विषये नो चेत् विस्मरणं भवति अग्रिमसप्ताहात् तत्र सूत्राणि पठिष्यामः समाससूत्राणि अस्तु कोऽपि प्रश्नः वा कोऽपि प्रश्नः अत्र शुक्रवासरस्य वर्गम् आगच्छन्तु इति सूचना किमर्थं भवति इति नावगतम् इत्युक्ते तत्रापि व्याकरणवर्गः भवति इति वा अथवा हा तत्रापि तत्र चिन्तनवर्गः भवति लक्ष्मीभगिनी चालयति अतः अस्माकं मेल् मध्ये शुक्रवासरवर्गं पश्यन्तु इत्यपि एका सूचना आगच्छति हा यदि पुनः अभ्यासं कर्तुम् इच्छति एतस्मिन् विषये एव चिन्तनं कर्तुम् इच्छति तर्हि शुक्रवासरवर्गे अपि गन्तुं शक्नोति इतोपि अभ्यासः भवति तत्र पुनस्मरणं सर्वं जायते धन्यवादः अस्तु अस्तु समीचीनं तर्हि धन्यवादः नमस्कारः धन्यवादः नमस्कारः नमस्कारः